सर्वेषां नमस्कारः. तर्हि अद्यतनकरपत्रं प्रेरणार्थिरनिच्छति विशेषाः हलन्तदातवः इति पाठः अनुवर्तते. महोदयेन पुनः रेफवकारान्त यत्र ऋकारान्तनं कृत् इति धातुः आसीत् तस्मिन् विषये अहं मन्ये रेफवकारान्त वकाराभ्यां पूर्वम् इकः दीर्घः इति भागः पुनः परिशीलितः इति मन्ये महोदयेन. तर्हि वयमपि किञ्चित् दृष्ट्वा अग्रे सरेम. सरला भगिनी वक्तुमिच्छति किं भगिनी? भगिनी किञ्चित् वर्गे यत् चर्चितमासीत् इति. प्रथमं समग्रचिन्तनं त्रीणि सूत्राणि अस्ति, तयोः के कः भेदः अस्ति अहं वदामि. वोरु उपधाया दीर्घ एकः इति सूत्रे द्वे निमित्तमस्ति, धातु अपि भवेत् पदसंज्ञा अपि भवेत् धातुसंज्ञा अपि भवेत् द्वे निमित्तं स्तः. पदसंज्ञा अस्ति तद् तर्हि अस्य सूत्रस्य कार्यं भवति. यथोहि उदाहरणे प्रातिपदिकेभ्यः आगच्छति तस्य निमित्तम् अस्ति वोरु उपधाया दीर्घ एक. सो रेफान्त वा वकारान्त उपधायां य एक वर्ण अस्ति तस्य दीर्घ भवति यदि पदान्ते वा धातुसंज्ञा पदान्ते अस्ति इति. यथा उदाहरणम् अस्माकम् अस्ति घ्री धातु, तस्य गिर् भवति यदा पदम् आगच्छति. पदं वयं दृष्टवन्तः पदसंज्ञा यदि सुप्तिङ्गं पदम् इति सुप् प्रत्ययोजनेन तस्य पदसंज्ञा भवति. तदनन्तरं गिर् इति घी भवति तस्य तद् तत्र. अन्यम् अस्ति हलिच. हलिच इति सूत्रेण वोरूपधाया दीर्घ एक तस्य सूत्रस्य पूर्णतया अनुवृत्तिः अस्ति. सो तत्र अपि धातुः अस्ति वकारान्तरेफान्तधातोः परे अस्ति. यतोहि अधिकारः अस्ति धातोः अधिकारः अस्ति अपि पद अधिकारः आगच्छति वोरूपधाया दीर्घ एकस्य, किन्तु पदस्य आवश्यकता नास्ति इति सूत्रेण. कारणं कि हलि इति यस् अस्ति तस्मिन् निर्दिष्टे पूर्वस्य इति परिभाषासूत्रेण हलि निमित्तम् अस्ति. यदि निमित्तं सूत्रे दत्तम् अस्ति तत्र तस्य अर्थं स्पष्टं भवति. हलि इति सप्तमी विभक्ति अस्ति धातोः परे हल्लि हल् वर्ण आगच्छति तत् तत्र रेफात् वकारान्त धातोः उपधाया यत् इक् अस्ति तस्य दीर्घ भवति. अस्माकम् उदाहरणम् अस्ति जीर् योगय इति किं गणमस्ति चतुर्थगणं द्वादिगणे आगच्छति चीर् योगी शकारस्य लोपः भवति यशिष्यते. तत्र य परे अस्ति महोदय श्रोतुम् इष्टवान् य इति जीर् इति धातोः समानाधिकरणं नास्ति, धातोः परे अस्ति धातोः पृथक् अस्ति, समानविभक्तित्वं समान इति नास्ति. जीर् तत्र रेफ अन्ते अस्ति, षष्ठी विभक्ति अस्ति तस्य, हलि इति तस्य सप्तमी विभक्ति अस्ति. अतः तयो अत्र स्पष्टम् अस्ति हलि परे इति निमित्तम् अस्ति एतस्मिन् सूत्रे. पदस्य आवश्यकता नास्ति, अपदान्ते अपि कार्यं करोति. उपधायां च इति सूत्रे द्वे सूत्रे वोरुपधाया दीर्घ एकः हलि च तयोः अनुवृत्ति आगच्छति, किन्तु उपधायां च इति सप्तम्यां विभक्त्याम् अस्ति, किन्तु तस्य अर्थं यथा हलि च आगच्छति तत्र इति न आगच्छति। उपधायां च सूचयति उपधाया रेफवकारयोः उपधा धातोः उपधा रेफवकारयोः उपधा इक्वर्ण इति तस्य अर्थम् आगच्छति। हलि च तत् हलि यदि वयं वदामः एतस्मिन् सूत्रे तो हलि यदि वदामः तो हलि इति आशय आगच्छति धातोः अनन्तरं कोऽपि वर्णः आगच्छेत् इति सूचना आसीत्, तत् नष्टम्। अतः काशिकायाम् इति हल् परौ इति दत्तम् अस्ति, तो विभक्तिपरिमाणं षष्टिविभक्त्यां सप्तमीविभक्त्यां विभक्तिपरिणां कृत्वा षष्टिविभक्ति आगच्छति। सो धातोः उपधायाः रेफवकारयोः इक्वर्ण इति उपधायां च इति वदति सूत्रं सूचयति। एतस्मिन् सूत्रे ये त्रीणि इक्वर्ण तस्य अनन्तरं रेफ वा वकारय तस्य अनन्तरं हल् अस्ति, ते सर्वे एक समानाधिकरणम् अस्ति, तेषां मध्ये समानाधिकरणं समानविभक्तित्वम् अपि अस्ति, एकार्थबोधकम् अस्ति अस्ति। अतः तस्य हलि च अति जीर् यथा य अस्ति तयोः मध्ये उपधायां च इति यथा कीर्त् अस्ति कृत् धातुः अस्ति कीर्त् भवति तत्र तकार य तयोः मध्ये एतत् भेदः अस्ति। महोदय पृष्टवान् कथं त इति रेफ यदि अस्ति जीर् मे तत् हलि न भवति, रेफ अपि हल् वर्णे आगच्छति, कथं रेफ हल् न वदामः हलि नास्ति इति तत्र समानाधिकरणमिति सः श्रोतुम् इष्टवान्। उपधायां च हलि च इति न आगच्छति कारणके तस्य परे इति आशयः आगच्छति यदि वयं हलि वदामः। धातोः उपधायोः रेफवकारयोः एकवर्णः अस्ति, यदि हलि वदामः तस्य अनन्तरम् इति आशयः अस्ति, तत् नष्टम्। इदानीम् अपि अहम् उक्तवती समानाधिकरणम् अस्ति, अन्य वार्ता अस्ति यदि हल् वर्णौ यथा काशिकायां वदति हल् वर्णौ आद उपधायां रेफवकारयो, यदि हल् वर्णौ न वदामः तत्र कोऽपि अन्यवर्ण यथा स्वरः अपि आगन्तुं शक्नोति, तत् अपि नष्टम्। अतः हल् वर्णौ इति अस्ति दत्तमस्ति इति मम अवगमनं भगिनि। धन्यवादः अग्रे सरेम अद्य नूतन महोदय अत्र महोदय एकः सन्देहः रुरोपदीर्घः अद्य अत्र गृ उदाहरणं दत्तां प्रत्ययः कृप्रत्ययः स्थितः तदेव तदर्थमेव धातुसंहिका अत्र तिष्ठति, अन्य प्रत्ययः अस्ति चेत् कुप्रत्ययेन प्रातिपदिकसंज्ञा आयाति नूतनतया, यत् प्रातिपदिकसंज्ञा आयाति तदा तु पूर्वं तु धातुः आसीत् खलु, कृप् इत्यस्य तु सर्वपहारलोपः भवति, तदा किं भवति इत्युक्ते प्रातिपदिकसंज्ञा प्राप्नोति किन्तु पूर्वतनधातुसंज्ञा यत् आसीत् तत् न त्यजति, तदपि तिष्ठति। मम सन्देहः अस्ति किम् अस्ति चेत् अन्यप्रत्ययः योजयामः चेत् प्रातिपदिकं नास्ति धातुसंज्ञा अपि तिष्ठति, अन्यप्रातिपदिकस्य न अन्यप्रातिपदिकस्य तु सामान्यतया तु यत्र प्रातिपदिकं योजयामः चेत् तस्य तु नूतनसंज्ञा भवति खलु आं महोदय. अन्यप्रातिपदिकं योजयामः चेत् उदाहरणार्थम् अस्माकं किम् अस्ति, शत्रुप्रत्ययः अस्ति. यत्र वयं शत्रुप्रत्ययं धातुतः योजयामः, कृदन्तं प्रत्तु प्राप्नुमः, प्रातिपदिकमेव प्राप्नुमः खलु. अत्रापि प्रातिपदिकं प्राप्नुमः, उदाहरणार्थं कृधातोः अनन्तरं शत्रुप्रत्ययं योजयामः चेत् अत् इति योजयामः, तर्हि कुर्वत् इति प्राप्तं. किन्तु यत्र कुर्वत् इति रूपं तु धातुसंज्ञा तत्र न तिष्ठति, केवलं प्रातिपदिकसंज्ञा एव तस्य तिष्ठति. अन्ये कृदन्ताः अपि तावत् प्रत्ययः, इक्तप्रत्ययः, अन्ये सर्वे कृदन्ताः तु यत्र वयं योजयामः तत्र तु धातुत्वं तस्य नश्यति खलु, केवलं प्रातिपदिकत्वम् आयाति नूतनतया. अत्र क्विप् इति योजनेन धातुत्वमपि भवति, किमस्ति प्रातिपदिकत्वं प्राप्नोति, किन्तु धातुत्वं न जहाति. धन्यवादः. भिन्नभिन्नप्रत्ययस्य योजनेन भिन्नभिन्नरूपाणि प्राप्नुमः, तदर्थमेव अत्र क्विप् प्रत्ययस्य योजनेन भिन्नरूपं प्राप्नुमः. यत्र कृदन् यत्र तवत् प्रत्ययः अस्ति चेत् तस्य तु भिन्न अर्थः अस्ति खलु, प्रत्येकस्य प्रत्ययस्य भिन्नभिन्न अर्थः भवन्ति, रूपाणि अपि भिद्यन्ते. तर्हि अग्रे रब् इति दातुं पश्यामः, किमस्ति रब् इति यत्र अस्ति खलु तथा अपि पश्यामः. बहु धन्यवादः भगिनी, सरला भगिनी. अस्तु ब्रह्मणि महोदय कृपया आरम्भं करोति किल महोदय. अस्तु महोदय. रद् रद् जब् धातुः, रद् हिंसासम्राद्योः दिवादिगणे लटि रद्यति अर्थः टु हर्ट् सब्ड्यू बिकम् सब्जेक्ट् टु इत्यादि अर्थः. जपि गात्राभिरामे जपि गात्राविरामे द्वादिगणे लटि जपति जपते अर्थः टु कम्प्लीट् टु यान् टु कास् जम्बयाति. जम्बयाति मीन्स् अर्थः किं महोदय? उपदेशे पठामि महोदय. उपदेशे अयं मूलधातुः जपि इति ईकारः अनुबन्धः. दृम्बते इत्युक्ते यत्र यान् इति अर्थः महोदय. अत्र जाम्बयति इति दत्तं, जबि इतितः एव जाम्बयति इति, जबि इति धातुः अस्ति खलु, इतितः जम्बयति इति तस्य लुट्लकाररूप. क्षम्यतां, निश्चयं इदानीम् अवश्यमि. इङ्ग्लिष् मध्ये दत्तं तदेव सन्देहः अस्ति. अस्तु महोदय. उपदेशे अयं मूलधातुः जबि इति ईकारः अनुबन्धः, न तु इकारः, अतः इदितोनुं धातोः इत्यनेन नुम् आगमो न भवति. परन्तु विशिष्टसूत्रमस्ति येन रत् जब् अनयोः धातोः नुम् आगमो विहितः. अत्र दत्तं जबि इति धातोः इकारान्तः अस्ति अन्ते, तत्तु अनुबन्धः भवति. परन्तु इदितोनुं धातोः इति सूत्रेण नास्ति. अन्य नूतनसूत्रं रदि जबि इति सूत्रेण एव निमागमः भवति इति दत्तं. सूत्रं वदति रदि जबोरच्चि रद् जब् अनयोः धातोः निमागमः भवति अजादिप्रत्यये परे. अङ्गस्य इत्यनेन अङ्गकार्यम् इदम् अधः, अधः अचि इत्युक्तौ अजादिप्रत्यये परे. रदिश्च जप् च तयोरितरेतर दन्दः रदिजबौ तयोः रदिजबोः रदिजबोः षष्ठ्यन्तम् अचि सप्तम्यन्तं द्विपदमिदं सूत्रम्. इति तु नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः वचनपरिमाणं कृत्वा धातोः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं रजि जपो धातोः अङ्गयोः नुम् अचि. रदि जपो रचि इति सूत्रं वदति रद् धातु जब् धातु द्वयोः अपि नुम् आगमो भवति अजादिप्रत्यये परे एव इति दत्तं. जबि षष्ट्यन्तम् अचि सप्तम्यन्तं द्विपदं सूत्रं पूर्णतया अधितुं धातौ नुम् अथवा नुम् अण्ड् धातुः अपि अनुवृत्ति भवति. अतः रज्जि जबो धातोः अङ्गयोः नुम् अचि इति तदेव अनुवृत्तिशब्दसूत्रेण दत्तं. द्वयोः धातोः अङ्गे नुम् आगम अचि प्रत्ययपरे इति दत्तं महोदय. अनन्तरं रद् हेतुमिति पठामि महोदय उदाहरणं. रद् हेतुमिति रद् हेतुमति च रद् योः निच् हृदि जभो रचि रन्द् अत्र नुमागमः मृचवन्तात् परः इति सूत्रेण एव भवति अन्तिमस्वरस्य योग इ नशां पदान्तस्य जलि इत्यनेन अनुस्वरादय सह रन्द् योग इ अनुस्वरस्य इ परसवर्णः इत्यनेन परसावर्ण्यं रन्द् योग इ रन्दि इति निजन्तधातुः रन्द् इति प्रातिपदिकं अत्र नुमागमः भवति. अनन्तरं रजि जपो रचि इति सूत्रेण अनन्तरं नशां पदार्थस्य जलि दकारः जल् वर्णः अधः अत्र अनुस्वर भवति नकारस्य. अनन्तरम् अनुस्वरस्य ऐ परसवर्णसूत्रेण अत्र दकारः यै अपि अस्ति अधः अनुस्वरस्य स्थाने पुनः नकारः भवति. रन्द्योः इ रन्दि इति सनाद्यन्तदातः रन्दति इति तिङ्गन्तरूपं भवति महोदय. जब् इति अपि पठवामि अन्यः पूरयतु महोदय परिच्छेदं पूरयतु. जब् हैद्मति च जब् योः निच् रति जपो रचि जम्ब् योः इ नशां पदार्थस्य जलि इत्यनेन अनुस्वारादेशः जम्ब् योः इ अनुस्वारस्य ऐ परसवर्णः इत्यनेन परसवर्ण्यं जम्ब् योः इ जम्बि इति नजन्धातुः जम्बे इति तिङ्गन्तरूपम्. अत्र अपि नुमागमः भवति रदि जपो रचि इति सूत्रेण मृदचान्तपरः इति सूत्रेण नकारः अन्तिमस्वरस्य परे आगच्छति अतः जन्ब् योः इ अनन्तरं नशां पदन्तस्य जलि इति सूत्रेण अनुसारं भवति नकारस्य स्थाने पुनः अनुसारस्य परसवर्ण इति सूत्रेण अनुसारस्य स्थाने परसवर्ण मकारः आगच्छति जम्बि इति रूपं सनातन निजन्तधातुः जम्बे इति तिङ्गन्तरूपं भवति महोदय. अस्तु महोदय. अत्र अग्रिमसूत्रद्वयमपि किञ्चित् प्रथमवाक्यम् अन्तिमवाक्यमपि नचापदन्तस्य जलि आपदन्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः भवति जलि परे. अनुवृत्तिशब्दसूत्रम् आपदन्तस्य मह नः च अनुस्वारः जलि संहितायाम् आपदन्तस्य नकारः मकारः अपि अनुस्वारः भवति जलि परे इति अत्र सूत्रस्य अर्थः. अनन्तरं अनुसारस्य ऐ परसवर्णः अनुसारस्य स्थाने परसवर्णादेशः भवति ऐ परे. अनुवृत्तिसहितसूत्रम् अनुसारस्य ऐ परसवर्णः संहितायाम् अत्र अनुसारस्य आपदान्ते एव अत्रापि सूत्रं कार्यं करोति. अनुसारस्य स्थाने यः प्रत्ययः यै अस्ति परवर्णः यै अस्ति अत्र अनुसारस्य स्थाने परसवर्ण आदेशः. उदाहरणेन जम्बु मकारः अस्ति बकारस्य पूर्वं मकारः अस्ति अनुसारस्य स्थाने. धन्यवादः महोदय. प्रश्नः नास्ति खलु? सरलमस्ति. रदि जबोरचि इति सामान्यतया तु इदितो नुम् धातोः इत्यनेन नुमागमः भवति. यत्र इदित् अस्ति चेत् ह्रस्व इकारस्य संज्ञा अस्ति चेत् अत्र तु रधि जबि रद् जब् द्वयोः धातोः अपि ह्रस्व इकारः नास्ति. रद् इत्यस्य तु रद इति अकारः अस्ति, जबि इत्यस्य ईकारः अस्ति. यद्यपि इदित् नास्ति तथापि तेषां नुमागमः भवति अचि प्रत्यये परे इति. अनेन सूत्रेण. धन्यवादः महोदय. आं भगिनि, रब् धातुः रब् राभस्य भवादिगणे अस्ति, लटिरूपं रभते, आ उपसर्गपूर्वक आरब् आरभते इति रूपम्, अर्थः आरम्भं करोति, टु बिगिन् टु क्लास् टु लाङ्ग् फार् टु आक्ट् राष्ट्रि. धातु रब् धातु अर्थः राभस्य भवादिगणे आत्मनेपदं रूपम् आङ्पूर्व आपूर्वक उपसर्गपूर्वक रब् धातु आरम्भ आरभते इति रूपं. तत्सूत्रमस्ति रबेरषड्लित्तोः रब् धातोः नुमागमः भवति अजादिप्रत्यये परे, किन्तु शप् लिट् परश् परश परसः चेत् न भवति. शप् च लिट् च शब्लिटौ न शब् न शब्लिटौ अशब्लिटौ तयोः अस्बिल क्षम्यताम् अश्बलितौ अशब्लिटौ अशब्लितौ धन्यवादः महोदय अशब्लितौ द्वन्द द्वन्द द्वन्द्वगर्भो नन् तत्पुरुषः रभे षष्ट्यन्त्यम् अशब्लितौ सप्तम्यन्तं द्विपदमिदं सूत्रम् इति तु नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः रधिजभोरचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रभेः धातोः अङ्गस्य नुम् अचि अशब्लितौ. अत्र सूत्रमस्ति रभे रभेरशब्लितौ इति सूत्रं. रब् धातोः नुमागमः भवति निमित्तं किम् अजादिप्रत्यये परे एव शप् प्रत्यये आगच्छति. कुत्र आगच्छति शप् प्रत्यये इति चेत् लिट् लकारे पर आगच्छति चेत् नुमागमः न भवति. तदेव अत्र अनुभूतिसहितं सूत्रं सर् रभे धातोः रभेः धातोः अङ्गस्य न्युम् अचि अशब्दितोः इति अर्थः. आं भगिनि. आं भगिनि धन्यवादः भगिनि. अतः एव आरम्भः रब् धातुः आरभते इति वदामः, किन्तु आरम्भः इति आरम्भम् इति वदामः खलु, अत्र घञ् प्रत्ययः योजयामः चेत् आरम्भ इति भवति आरम्भः इति, वर्गस्य आरम्भः इति वदामः, किन्तु वर्गः आरभते इति वदामः आरभ्यते इति वदामः. अत्र सूत्र विग्रहवाक्यानि दत्तं रभे षष्ट्यन्त्यम् अशब्लितौ सप्तम्यन्तम् अत्र शब्लितौ इति न शब् च लिट् च शब्लितौ प्रथमं, तदनन्तरं न शब्लितौ अशब्लितौ तयोः शब्लितोः दन्तगर्भ नन्त नञ् तत्पुरुषः इति. पूरितवती खलु रब् धातुः प्रेरणार्थनिच् विषये हेतुमती च इति सूत्रेण प्रेरणार्थनिच् निच् आगच्छति. रब् योगः निच् रभोरषब्लिटोः इति सूत्रेण अनुमागमः आगच्छति. रम् रब् न रन्ब् अस्ति, तदनन्तरं नश्च प्रधानश्च जलि इत्येन नकारमकारस्थानि जल्परे अनुस्वारः भवति. तदनन्तरं रब् रम्ब् अनुस्वरस्य परिसावरणसूत्रेण नकार अनुस्वारः मकारः भवति. पञ्चमवर्णः पवर्गस्य पञ्चमवर्णः मा एव ततः रम्ब् इति धातुः रम्ब् योगः इ अनिच् अत्र अनुबन्धन् कृत्वा इ एव अवशिष्यते रम्बि इति यजन्तधातुः तिङ्प्रत्यययोजनेन प्रथमं रम्बि इकार एकार गुणः भवति तदनन्तरं यचोयावसूत्रेण अय आगच्छति रम्भयति इति रूपं निष्पन्नं परन्तु भुवादौ शपि परे नुमागमन आगच्छति तत्र रब् योगः शप् योगः ते रभते इति रूपं निष्पन्नं भवति. भगिनी आरम्भं कीदृशपदमस्ति? आरम्भः इति गै प्रत्ययः अस्ति भगिनि. गै प्रत्ययः पूर्वक गै प्रत्ययः अत्र घै इत्यस्य घकारः ञकारः अपि लोपं भूत्वा अकारः एव अवशिष्यते. तस्य अजादिप्रत्ययः वर्तते. घञ् प्रत्ययः सनादन्तधातु अस्ति तद्धितः अस्ति घञ् प्रत्ययः. अहं न जानामि तद् तद्धितानि सनादन्तानि धातव सनाद्यन्तात् इति नूतनधातुः प्राप्नुमः. गै इति योजनेन कृदन्तं प्राप्नुमः. कृदन्तम् अस्तु साधु प्रातिपदिकम् आरम्भः आरम्भौ आरम्भाः इति प्रायः भवेत् इति मन्ये खलु. अस्तु तर्हि अस्तु अग्रे लब्धातुः पुष्पभगिनी पठ कृपया पठति किं भगिनि. आं भगिनि लब् धातुः आम् आं भगिनि लब् लब् धातुः दुर्लभश् प्राप्तौ वादिगणे लभि लभते अर्थः स्वीकरोति गृह्णाति प्राप्नोति लभेश्च सूत्रं लब् धातोः नुमागमः भवति अजादिप्रत्यये परे किन्तु शप् लिट् परः चेत् न भवति. पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते लभे पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते लभेः षष्ट्यन्तं च अन्वयं द्विपदमिदं सूत्रम् इनितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्तिः रदि जभोरचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अस्तु रभेरषर्ब्लितोः इत्यस्मात् अषब्लितोः इत्यस्य अनुवृत्तिः अस्तु अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लभेः च धातोः अङ्गस्य नुब् अचि अषब्लितोः अत्र एतद् मया न पृथक् सूत्रं न तद् किं अवगतं किमर्थम् अत्र प्रश्नः अस्ति. प्रश्नः आगच्छति खलु किमर्थं रबे किमस्ति रबे रबे लबेश् लबे अल् रबेश् लिटोः इत्यस्य एव इत्यस्मिन्नेव योजयितुं शक्नुमः खलु रब्लभो रब् अशब्लितोः इति वक्तुं शक्यते खलु. किमर्थं पाणिनिः नूतनसूत्रं रचितवान् इति प्रश्नः. किमर्थम् इत्युक्ते अग्रिमसूत्रमायापि यस्य कृते लभ्यते अनुवृत्तिः आवश्यकम् इति कृत्वा नूतनसूत्रं लिखितवान्. तदर्थम् अनुवृत्त्यर्थं नूतनसूत्रं रचितम् इति समानकार्यमस्ति खलु. रभेर् अशब्लितोः इत्यस्य समानकार्यमस्ति लभेश इत्यस्मिन् अपि, किन्तु नूतनसूत्रं रचितवान् पाणिनिः. किमर्थम् इत्युक्ते अग्रिमसूत्रम् आयात्रि आयाति यत्र रब्बि लब् इत्यस्य अनुवृत्तिः आवश्यकम् हेतुमति च जनेन लब् योगः णेच् लभेश्च इत्यस्य सूत्रेण लन्ब् नष्टपदान्तस्य जलि इत्यनेन अनुस्वार ऐ मीन् अनुस्वारः गच्छति. लम्ब् अनुस्वारस्य यै परसवर्णः तत्तु लम्ब् योगः इ आगच्छति. लम्ब् लम्बि इति निजन्तधातुः लम्बयति. लम्बि लम्बि लम्ब तथैव लम्बनम् इति लभते इति फलं लभते किं किम् वयं फलं लभामहे इति वदामः. किन्तु किन्तु यत्र लम्बनम् इति भवति ल्युट् प्रत्ययः अन इति आगच्छति खलु. तर्हि अजादिप्रत्ययः अस्ति इति कृत्वा लम्बनम् इति नकारः मध्ये आगच्छति. श्रूयते खलु. ल्युट् प्रत्ययः ल्युट् इत्यस्य लम्बनम् इति कृदन्तमस्ति खलु. तत्र लम्बनम् इति भवति. अग्रे पुनः भगिनि, नूयि श्मायि धातु नूयि द्वादौ निरनुबन्धधातु ज्ञूय नूय इति अङ्गं लति ज्ञूयते अर्थ आर्द्र भवति दुर्गन्ध करोति. श्मायि द्वादौ निरबन्धधातुः श्माय श्माय इति अङ्गं लटि श्मायते अर्थ कम्पते. द्वे धातु द्वौ धातु सः स्नुयि श्मायि इकारान्तधातव किन्तु अनुबन्धलोपानन्तरं स्नुय श्माय इति भवति. द्वौ द्वादौ गणे स्तः स्नुयि तस्य अर्थम् अस्ति आर्द्र भवति वा दुर्गन्धं करोति. श्मायि तस्य अर्थं भवति श्मायते वा कम्पते. लटि अति श्मायते अर्थम् अस्ति कम्पते. अतिः व्लीरि ज्ञुयि श्मायतां पुंनो अस्माकं परिचितं सूत्रं. व्लीः व्लीरि ज्ञुयि श्मायि एभ्यः धातुभ्यः अपि च आकारान्त धातुभ्यः पुक् आगमः भवति इनिच् प्रत्यये परे. येषां धातूनां पुक् आगमः रौ इत्यस्य सप्तम्यन्तं रि इत्यस्य रिच् इत्यतः रिच् प्रत्यये परे इत्यर्थ आद्यन्तो टकतौ इत्यनेन धातोः परम् आयाति अयं पुगाम पुगागमः. पुक् इत्यस्मिन् ककार उकार इत्यनयोः इत्संज्ञा लोपश्च पकार अवशिष्यते. अतिश्च हिश्च व्लिश्च रिश्च ज्ञुयिश्च श्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्व. अतिः व्लीरि ज्ञुयि श्माया यातः तेषाम् अतिः व्लीरि ज्ञुयि श्माय यातां षष्ट्यन्तं पुक् प्रथमान्तं रौ सप्तम्यन्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम्. अत्रिः व्रीरि ज्ञुयिष्मायता यातां अङ्गानां पुक्णौ इति सूत्रे अतिः व्रीरि ज्ञुयिष्मायतां पुङ्णौ इति सूत्रे परिगणिता धातवः सन्ति तेषां परे पुक् आगम आगच्छति यदि निमित्तम् अस्ति रिच् परे अस्ति. धातव अस्ति रि रिप् धातु हि व्लि रि नुयिष्मायि ओके अपि आकारान्त धातवः सन्ति पुग इदानीम् उदाहरणं पठामि अपुगन्तलघुपदस्य. पठतु भगिनि. पुगन्तलघुपदस्य इति सूत्रेण सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपपदस्य च एकगुणः भवति. पुकन्ते यस्य तत् पुगन्तं, लघ्वी उपदायस्य तत् लघु लघुपदम्. अनुवृत्तिसहितसूत्रम् अस्ति. पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयो. वयं जानीमः यदा पुगन्तलघुपदस्य यदि धातोः उपधायाम् एक लघु एकः वर्णः अस्ति वा पुक् आगमयत् अस्ति धातोः परे, तत्र सार्वधातुक आर्धधातुक परे गुणः भवति इति वयं यथा भूतातु बोधति. प्रश्नं तत्तु अस्ति ह्रीव्लि तद् सूत्रं वयं पठितवन्तः न अत्र ह्री ऋ इति धातु धातूनां कृते न भगिनि. अत्र अति निर्दिष्टमस्ति साधु धातु रेकारान्तधातु अर्ति इति स्टिप् शकारपकारलोपः भवति इति अर्ति इति भवति खलु. तत्रापि शकार परे अस्ति तो रिकारान्तस्य गुणं भूत्वा अर्ति इति भवति साधु तत्रापि. सत्यं भगिनि. आं भगिनि. अस्तु. आर्धातुकप्रश्टिप् अस्ति शकारः इत्सञ्ज्ञकः अस्ति इति कृत्वा किमस्ति तिंशित् सार्वधातुकम् इति सार्वधातुकसंज्ञा भवति तस्य सार्वधातुकसंज्ञा. अपि शकार अपि अस्ति पकार अपि अस्ति तत्र गुण भवति. यदि केवलं शकार अस्ति तद् न भवति गुणस्य बाधा आगच्छति पकार न भूत्वा. अग्रे पठामि. लोपो व्योवलि लोपो व्योवलि वल् प्रत्याहारे परे पूर्वविद्यमानयो वकारयो यकारयो लोपः भवति. व च य च व्यौ इतरेतरद्वन्द्वतयो व्योः लोप प्रथमा अन्तं व्योः षष्ठ्यन्तं वलि सप्तम्यन्तं त्रिपदम् इदं सूत्रम् सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि. पुनः परिचितसूत्रं सूत्रमस्ति वल् प्रत्याहारे परे यदि विद्यम वकारयो या यकारयो यदि धातो अङ्गं धातो पूर्वम् अस्ति तस्य अन्ते वकार या यकार अस्ति परे वल् प्रत्याहारः अस्ति कोऽपि वर्ण तत्र वकार वा यकारस्य लोपः भवति. वलि इति सप्त व्योः इति वकार या यकारयो षष्ठी भक्ति लोपः भवति. प्रथमाविभक्ति वलि भवति वल् प्रत्याहारस्य सप्तमी विभक्तिषु कार्यं पूर्वं भवति तस्य. उदाहरणमस्ति नुयि हेतुमति च नूय योगनिच् अतिः व्लीरि नुयि श्म्या श्मायतां पुङ्लौ नूय योग पुक् योगनिच् नूय योग पकार योग इकार पुक् वलादि अतः लोपो व्योर्वलि इत्यनेन यकारलोपः क्नु पकारयोग इ क्नुप् योग इ पुगन्तलघुपदस्य चैत्यनेन गुण क्नोप् योग इ क्नोपि सनाद्यन्तधातव क्नोपि शप् योगति क्नोपयति. क्नुयि इति औपदेशकधातुः अस्ति. अनुबन्धलोपानन्तरं नूय भवति. हेतुमति च प्रेणार्थे निच् प्रत्यये आगच्छति. अनुबन्धलोपानन्तरम् ए अवशिष्यते. इदानीं क्नुयि इति अतिः व्लीरि क्नुयि श्म्यातां पुम्नो इति सूत्रेण पुग् आगमो भवति. पुग् आगमः अस्ति धातो आगमः अस्ति. अतः पुक् इति कित् अस्ति आदिन्तो टकतौ इति सूत्रेण कित् अन्ते आगच्छति. सो योग पुक् योग इकार योग स्नुयि भवति. पुक् पुक् आगमस्य अपि ककारस्य हलन्त्य अनेन लोप भवति. उकारस्य अनु उपदेशे जनुनासिक पकार एव अवशिष्यते. सो अतः स्नुय योग पकारयोग इ आगच्छति. इदानीं स्नुयोग पकार इदानीं प्रथमं लोपो वेर्वलि काम कार्यं करोति. पुगन्तलघुपदस्य इदानीम् आगच्छति भगिनि. किं भगिनि पुनः लोपोवेर्वलि प्रथमं कार्यं करोति पुगन्तलघुपदस्य. तत्रापि पुगन्तलघुपदस्य प्रसक्तिः अस्ति. यद् न्यू योगि पकारयोग इ अस्ति. लोपोवेर्वलि तस्य कार्यं पूर्वम् अस्ति. पश्यामः लोपोवेर्वलि इति प्रक्रियायां लोपोवेर्वलि कार्यं पूर्वम् अस्ति. अत्र पकार लोपो नास्ति चेत् पकारस्य पुगन्तलघुपदस्य कार्यं न भवति किल. कार्यं न भवति. साधु साधु या कालनकी साधु. लोपो व्योवलि धन्यवादः महोदय. पकार लोपो व्योवलि इति सूत्रेण पकारवलि प्रत्याहारे अस्ति. सो यकारस्य लोप भवति. सो नूप् भवति इदानीं. नूप् ई योजनना नूपि आगच्छति. तत्र पुगन्तलघुपदस्य इति सूत्रेण उपधा अङ्गस्य गुणः भवति. सो उकारस्य ओकार भगिनि इदानीं कारणं कि पुक् अस्ति तद् अत्र लघु उपधा न आवश्यकम् अस्ति. साधु आम् सत्यम् आम् भगिनि इति मन्ये. इदानीं लूप् इति उपधा लघु कारणे इति तस्य गुणः भवति. सो क्नोप् भवति. क्नोपि इति अतिदेशकधातुः भवति. सनाद्यन्तधातव इति नूतनसंज्ञा प्राप्नोति. इदानीं शप् योगति वक्ष अस्ति. क्नोपि क्नोपे गुणः भवति. क्नोपे योग शब्दने चोयावनि सूत्रेण अय आदेशः आगच्छति. स क्नोपयति इति निष्पन्नं भवति. तथैव श्मायि समानप्रक्रिया भवति. अनुबन्धालोपानन्तरं श्माय भवति. विच् आगच्छति. अतिहि पुङ्नो पुक् आगम आगच्छति. श्माय पुक् निच् श्माय बकार इकार लोपोवेर्वलि अनेन यकारस्य यकारस्य लोप भवति. सो श्मा योग योग इ आगच्छति. पुगन्त लघुपदस्य अत्र केवलम् आकार अस्ति. सो तस्य गुण आकार एव भवति. सुष्मापि इति भवति. पुनः सद्गुण और एचोवयावनेन श्मापयति इति रिजन्तरूपम् आगच्छति. वादौ शपि परे अवलि नास्ति इत्यर्थ यकारलोपो न जायते. नु योग अकार केवलं वर्णमेलं भवति भ्वादिगणे. अपि शप् अस्ति तत्र गुणः न भवति. कारण कि इदानीं लघुसंज्ञा लघु उपधा नास्ति अत्र. सो नूयते रूपम् आगच्छति. श्माय अत्र अपि लघु उपधा नास्ति. सो केवलं अनुबन्धालोपानान्त श्माय ते इति रूपम् आगच्छति. तर्हि आहत्य अद्य किञ्चित् सरलमासीत् खलु सूत्राणि. तर्हि प्रथममासीत् अस्माकं रदि परे नुमागमः इति दृष्टं. रदुधातोः जबुधातोः अनन्तरं रबेर् अशब्लिटोः इत्यनेन अशब् शप् लिट् प्रत्यपरे न भवति. किन्तु अन्यथा तु अचि प्रत्यये परे रभुधातोः समागमः भवति इति. लभेश इत्यनेन समानकार्यमस्ति. लब्धतोः अपि अशब्दितोः अचि तु तस्य निमागमः भवति इति. अनन्तरं स्नुयीक्ष्मायि इति परिचितसूत्रम् अर्ति ह्री स्नुयीक्ष्मायातां पुनम् इति सूत्रेण. केवलं यत्किमर्थम् इत्युक्ते लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवति. न्युयि इत्यस्मिन् यः कारः अस्ति, क्ष्मायि इत्यस्मिन् यकारः अस्ति, तयोः यकारस्य लोपं भूत्वा पकारः आगच्छति. अत्र पकारः परे आगच्छति इति कृत्वा यकारस्य लोपं भवति लोपो व्योर्वलि इत्यनेन. अद्य तु भिन्नकार्यं किमपि नास्ति. प्रश्नः सन्ति किम् भगिनी? पुनः वदतु, लभेशदात् सूत्रं किमर्थं नूतनसूत्रं कृतवान् प्राणेन? किमर्थम् इत्युक्ते तस्य अग्रिमसूत्रमस्ति भगिनि, आङो इ इति एकं सूत्रमस्ति, तत्र लभेः इति अनुवृत्तिः आगच्छति. यदि यदि लभेः यदि लभेश इति सूत्रं पृथक्तया न कृतवान् तर्हि किं भवति? अत्र तु आङ्गोयि इत्यस्मिन् अनुवृत्तिः सम्यक् न आयाति खलु. किमर्थम् इत्युक्ते यदि यदि लभधातोः विषयं रभुधातोः विषयं मिलित्वा योजयित्वा रचितवान् चेत् तत्र क्लेशाय भवति खलु. पुनः वक्तव्यं भवति अत्र किमस्ति, आङः यि लभेः इत्यपि वक्तव्यम् आसीत् पाणिनिना. तत् तद् न आवश्यकम् इति कृत्वा नूतनसूत्रं रचितवान्. लभेः इति अग्रे अग्रे अग्रिमसूत्रे आगच्छति. धन्यवादः. समापयामः किम् अद्यतनवर्गं? यापर्यन्तं कृतवन्तः किं भगिनि? यापर्यन्तं क्ष्मायपर्यन्तं कृतवन्तः कृतवन्तः. अस्तु भगिनि, वयमपि अत्र अत्रैव समापयामः तर्हि. अस्तु, धन्यवादः. धन्यवादः, धन्यवादः भगिनि. धन्यवादः.